गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वरं गुरु साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र गुरुत्वलक्षणे तत्र धलसार्थक्यम् इति नाम तत्र वयं जानीमः तत्र गुरुत्वलक्षणवाक्यं तत्र आद्यपतनस्य असमवायिकारणम् इति आसीत् तत्र असमवायिकारणस्य तत्र कीदृशं विवरणं दातव्यम् इति अत्र प्रश्नः तत्र असमवायिकारणस्य लक्षणवाक्यं जानीमः तथैव करणीयं वा अथवा तत्र कानिचन पदानि तत्र त्यक्तानि चेदपि तत्र सम्यक् भवति वा लक्षणवाक्यम् इति संशयः तत्र विद्याधरीपुस्तके तादृशविवरणं तत्र चर्चा अस्ति किन्तु तेन चर्चया तत्र भ्रमः जायते प्रायशः इति कृत्वा एतत् करपत्रं रचितं वयं किञ्चित् तत्र पठितवन्तः तत्र विद्याधरीपुस्तके सर्वं न तत्र आरम्भभागः चर्चायाः आरम्भभागः अस्माभिः पठितः किन्तु तत्र करपत्रस्य पठनानन्तरं यत् द्वितीयभागः यदि पठामः तदा तत्र भागं पठामः तदा प्रायशः तत्र सम्यक्रीत्या अवगच्छामः इति मन्ये. अस्तु, तर्हि तत्र करपत्रं तत्र यदि अत्र अस्ति तत्र लिङ्क् अपि तत्र ईमेल् माध्यमेन प्रेषितम् अस्ति, तर्हि तत्र स्क्रीन् मध्ये अपि द्रष्टुं शक्नुवन्ति, नो चेत् तत्र लिङ्क् अपि अस्ति तत्रापि द्रष्टुं शक्नुवन्ति. अतः तत्र यतोहि गतसप्ताहे वर्गः नासीत् अतः पुनस्मरणं तत्र आरम्भतः एव तत्र करपत्रस्य पठनं कुर्मः. अस्तु, तर्हि तत्र मृणालिनी भगिनी नमस्कारः. अस्तु, तर्हि तत्र उषा भगिनी तत्र भवती एव आरम्भं करोति वा? अस्तु महोदय. आद्यपतन असमवायीकारणं गुरुत्वम्. असमवायीकारणं किम्? असमवायीकारणस्य लक्षणद्वयम् अस्ति. समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता कारणत्वम् इति एकम्. समवायसम्बन्ध अवच्छिन्नकार्यता कार्यतानिरूपित समवायिसमवेतत्वं स्वसमवायि समवायसम्बन्ध अवच्छिन्नकार्यतानिरूपित स्वसमवायि समवेतत्वसम्बन्ध अवच्छिन्नकारणत्वम् इति द्वितीयम्. अत्र प्रथमं लक्षणं ग्राह्यं. गुरुत्वलक्षणे आद्यपतन असमवायीकारणम् इति अस्ति. तर्हि कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्ध सम्बन्धः अपि समवायसम्बन्धः भवति असमवायिकारणे गुरुत्वे. आद्यपतन असमवायिकारणं गुरुत्वम्. आद्यपतनम् इत्यस्य कृते पूर्वमपि वयं चर्चितवन्तः. आद्यपतन पतनस्य असमवायिकारणं गुरुत्वं. कारणं गुरुत्वं गुरुत्वं समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन स्थित्वा आद्यपतनम् इति समवायसम्बन्धेन कार्यं जनयति. सो आद्यपतन पतने कार्यता अस्ति, गुरुत्वे कारणता अस्ति. कारणत्वं गुरुत्वम् असमवायिकारणम् इति वदामः, यतोहि समवायसम्बन्धेन अस्माकं लक्षणं कारणत्वस्य कृते. तथा वयं कार्यतायाः प्रथमं वदामः, कार्यता विषये अनन्तरं निरूपित इति कारणत्वस्य कृते वयं गच्छामः. समवायसम्बन्ध अवच्छिन्नकार्यता समवायसम्बन्ध अवच्छिन्नकार्यता अत्र कार्यता आद्यपतनं तत् समवायसम्बन्ध अवच्छिन्नकार्यता गुरुत्वं कन्दुके अस्ति इति वदामः चेत् अधिकरणं कन्दुके अस्ति. समवायसम्बन्ध अवच्छिन्नकार्यता कार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणत्वं कारणत्वम् इति असमवायीकारणं तदेव असमवायीकारणम् इत्यस्य लक्षणम् असमवायीकारणम् अत्र पतनम् इति वदामः पतनस्य कारणं पतनस्य कारणम् तत्र द्वितीयकारणं द्वितीयविधं मास्तु तत्र इदानीं मास्तु तत् त्यजामः तत्र त्यजामः यतोहि तत्र मास्तु एव क्लेशजनकमस्ति अतः इदानीं मास्तु तत्र वयं जानीमः तत्र असमवायकारणस्य द्वैविध्यं वर्तते अत्र प्रथमविधमेव किन्तु तत्र द्वितीयविधं किम् इति मास्तु प्रथमस्य एव भवतु समीचीनं भगिनि तर्हि तत्र चित्रं रचयामः तत्र केवलं तत्र स्पष्टीकरणार्थं तर्हि तत्र कन्दुकः इति अस्ति तत्र कन्दुकः इति अस्ति तर्हि कन्दुके तत्र गुरुत्वम् इति अस्ति अपि पतनम् इति अपि अस्ति गुरुत्वमिति कारणं पतनम् इति कार्यं तर्हि तत्र गुरुत्वे किमस्ति कारणता वा कार्यता वा गुरुत्वे कारणता अस्ति कारणता अस्ति गुरुत्वे कारणता अस्ति पतने कार्यता अस्ति कार्यता अस्ति अपि वयं यदि वदामः तत्र समवायसम्बन्ध अवच्छिन्नकार्यता इत्युक्ते किम् अत्र समवायसम्बन्ध अवच्छिन्नकार्यता इत्युक्ते यत्र समवायसम्बन्धः अस्ति तस्य एव तत्र एव पतनमपि अस्ति इत्यनेन किन्तु किन्तु नाम समवायसम्बन्ध अवच्छिन्नकार्यता इति अस्ति चेत् तर्हि तदा तत्र अर्थः कः समवायसम्बन्ध अवच्छिन्नकार्यता इत्युक्ते तत्र पतनम् इति कार्यं पतनम् इति कार्यं कार्यम् अधिकरणे समवायसम्बन्धेन एव अस्ति समवायसम्बन्धेन अस्ति समीचीनं तर्हि तत्र अत्र समवायः इति सम्बन्धः अस्ति अतः वयं वदामः कार्यता समवायसम्बन्धाव अवच्छिन्ना कार्यता इति तथैव कारणता अपि केन अवच्छिन्ना केन सम्बन्धेन अवच्छिन्ना समवायसम्बन्धेन अवच्छिन्ना समवायसम्बन्ध अवच्छिन्ना कारणता अतः कीदृशी कारणता गुरुत्वे अस्ति गुरुत्वे अस्ति इति प्रथमं विशेषणम् समवायसम्बन्ध अवच्छिन्न कारणता गुरुते अपि द्वितीयं तत्र ये तत्र समवायसम्बन्ध एषा कारणता समवायसम्बन्ध अवच्छिन्ना अस्ति इदानीं सा एषा कारणता कया निरूपिता अस्ति कार्यता समवायसम्बन्ध अवच्छिन्नकार्यता कार्यतया निरूपिता अस्ति निरूपिता अस्ति अतः तत्र एषः भागः समवायसम्बन्ध अवच्छिन्नकार्यता निरूपिता इति एकं विशेषणं तादृशी कारणता द्वितीयमस्ति समवायसम्बन्ध अवच्छिन्नकारणता अथवा कारणत्वम् अतः कारणत्वम् इति स्वीकृतं किन्तु कारणता अपि समीचीनमेव अतः कारणता कीदृशी इत्युक्ते प्रथमं विशेषणं किमस्ति समवायसम्बन्ध अवच्छिन्न कारणता द्वितीयं विशेषणमस्ति कया निरूपित इति तत्र समवायसम्बन्ध अवच्छिन्नकार्यतया निरूपितः अस्ति निरूपितः निरूपितं कारणत्वं अतः मिलित्वा किं भवति समवायसम्बन्ध अवच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणत्वं गुरुत्वे अस्ति एतादृशं कारणत्वमेव गुरुत्वस्य लक्षणं गुरुत्वम् अस्माकं लक्ष्यं लक्ष्ये लक्षणं भवेत् अस्माकं लक्ष्ये लक्षणमस्ति एत कारणता किन्तु सामान्यकारणता नास्ति विशिष्टा कारणता अस्ति कया विशिष्टा अथवा केन रूपेण विशिष्टा कारणता इत्युक्ते एतादृशी समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता अथवा कारणत्वम् इति गुरुत्वे अस्ति इति समीचीनं भगिनि अतः तत्र विशेषणद्वयम् अस्ति अतः तत्र एतादृशं रूपं भवति तत्र कारणता कार्यत्रयो मध्ये निरूप्य निरूपकः भावः अस्ति इति अतः तत्र वयं गतवर्गे अपि एतादृशम् अपि कृतवन्तः तत्र यत्र समवायिकारणमस्ति तत्र एकः सम्बन्धः समवायः किन्तु अन्यः सम्बन्धः तादात्म्यसम्बन्धः किन्तु असमवायिकारणस्थले सम्बन्धद्वयमपि समवायः एव कार्यमपि अधिकरणे समवायिन अस्ति कारणमपि समवायसम्बन्धेन अस्ति समवायिकारणस्थले कार्यं समवायिन अस्ति किन्तु कारणं केन सम्बन्धेन अस्ति तादात्म्यसम्बन्धेन अतः तत्र यादृशं वाक्यं वयम् उक्तवन्तः इदानीं तत्र केवलं तत्र कारणता इति स्थले समवायसम्बन्धावच्छिन्न इति स्थले तत्र समवाय इति स्थले तादात्म्या इति एव भेदः किन्तु नो चेत् समानं वाक्यं भवति यत्र समवायः इति आगच्छति तत्र तादात्म्य इति तत्र परिवर्तनं तावदेव एतत् सर्वं तत्र अस्मिन् विषये कोऽपि प्रश्नः शोभभगिन्यः अथवा नीता भगिन्यः अथवा मृणनी भगिन्यः कोऽपि प्रश्नः अस्ति वा समवायसम्बन्ध असमवायसम्बन्ध समवायकारणम् असमवायकारणम् अस्तु अतः तत्र एतावत् तत्र गुरुत्वलक्षणे वयं जानीमः कार्यतावच्छेदकसम्बन्धः अपि समवायः कारणतायाः अवच्छेदकसम्बन्धः अपि समवायः भवति इति यत् असमवायिकारणे गुरुत्वे इति अस्ति अस्तु अतः तत्र प्रथमपरिच्छेदं स्पष्टतया ज्ञातम् इति मन्ये अस्माभिः परिच्छेदः अस्माभिः ज्ञातः इति मन्ये अस्तु इदानीम् अग्रे सरामः तर्हि शोभभगिनी अग्रे महोदय तत्र तदाधारेण खलु हा सत्यं भगिनि हा अस्तु तदाधारेण लक्षणस्वरूपं किं निर्मीयते प्रथमतः कार्यम् आद्यपतनं कार्यता अवच्छेदकधर्मः आद्यपतनत्वम् अस्तु पुनः तत्र पठामि कार्यम् आद्यपतनं कार्यतावच्छेदकधर्मः आद्यपतनत्वम् कार्यता अवच्छेदकसम्बन्धः समवायः तर्हि समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति प्रथमतया आपतति अस्तु तावत् वदनीयं वा प्रथमम् अस्तु तदाधारेण इत्युक्ते इदानीं यत् निरूपितं समवायसम्बन्धावच्छिन्नकार्यता निरूपिता समवायसम्बन्धावच्छिन्नकारणत्वम् इति एकं समवायसम्बन्धावच्छिन्नकार्यता अस्तु तर्हि अत्र अहं मम करपत्रात् पठन्ती अस्मि क्षम्यतां तर्हि तत्र समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता समवायसम्बन्धावच्छिन्नकारणत्वम् इति तद् आधारेण लक्षणरूप स्वरूपं किं निर्मीयते प्रथमतः इति चेत् कार्यम् इदानीम् अस्माकं उदाहरणे कार्यमस्ति आद्यपतनं अपि च कारणम् अस्ति कार्यमस्ति आद्यपतनं कार्यता अवच्छेदकधर्मः आद्यपतनत्वम् इत्युक्ते कार्यम् आद्यपतनम् अस्ति चेत् कार्यता अवच्छेदकधर्मः आद्यपतनत्वम् इति भवति. कार्यता अवच्छेदकसम्बन्धः समवायः अत्र समवायसम्बन्धेन एव तिष्ठति. किम् इति चेत् आद्यपतनत्वं तत्र यथा गुरुत्वम् इति तत्र दर्शितम् आद्यपतनत्वम् आद्यपतनम् आद्यपतनत्वम् इति स्वीकुर्मः तत्र तत्र केवलं तत्र किं पूर्वं वयं तत्र अवच्छेदकसम्बन्धः कार्यतायाः अवच्छेदकसम्बन्धः कः इति उक्तः खलु पूर्वम्. आम् सः कः कार्यस्य कार्यतायाः अवच्छेदकसम्बन्धः समवायसम्बन्धः कारणतायाः अपि समवायसम्बन्धः एव उत्तमम्. इदानीं केवलं तत्र किं कृतम् इत्युक्ते तत्र कार्यतायाः अवच्छेदकः धर्मः अपि तत्र स्थापितः तावदेव. अस्तु नाम अवच्छेदकः नाम सीमां रचयति खलु अवच्छेदकः नाम यत्र एषा अस्ति इति. अतः तत्र कार्यता कुत्र अस्ति इदानीं कार्यता इदानीं पतने अस्ति पतने अस्ति अतः यत्र केवलं पतने अस्ति अतः यत्र पतनत्वम् अस्ति आद्यपतनत्वं तत्र एव एषा कार्यता भवितुम् अर्हति खलु. आमाम् अस्तु. अतः कार्यतायाः अवच्छेदकधर्मः पतने वर्तमानधर्मः अस्ति पतनत्वम् आद्यपतनत्वं यत्र सः धर्मः नास्ति तत्र एषा कार्यता नास्ति इति वक्तुं तत्रापि नाम कार्यतः अवच्छेदकधर्मः आद्यपतनत्वम् अतः कार्यतायाः अवच्छेदकः धर्मः अपि अस्ति सम्बन्धः अपि अस्ति. अस्तु अतः तत्र कार्यता धर्मेणापि अवच्छिन्ना अस्ति सम्बन्धेनापि अवच्छिन्ना अस्ति. अस्तु महोदय अवगतं खलु नाम तत्र अवच्छेदकः धर्मः अपि अस्ति अवच्छेदकः सम्बन्धः अपि अस्ति इत्युक्ते तत्र कार्यता एकक्षणं महोदय तत्र कार्यम् आद्यपतनं कार्यता अवच्छेदकधर्मः आद्यपतनत्वम् अस्तु तत्र आद्यपतनत्वम् इति स्वीकुर्मः चेत् तत् धर्मः अस्ति इति कार्यतावच्छेदकधर्मः अस्ति सः धर्मः कार्यतायाः अवच्छेदकः धर्मः अस्ति नाम अवच्छेदकधर्मः आम् कार्यतायाः अवच्छेदकधर्मः अस्ति पतनत्वम् अथवा आद्यपतनत्वम् इति अस्तु अग्रे कार्यतावच्छेदकसम्बन्धः समवायः तत् जानीमः. तत्र कार्यतायाः अवच्छेदकसम्बन्धः समवायः इति तत्र सम्बन्धः कः इति वदामः किन्तु समवायसम्बन्धः किं करोति अथवा तेन किं भवति इत्युक्ते वयं वदामः समवायसम्बन्धेन अवच्छिन्ना अस्ति कार्यता इति खलु. न तत्र समवायसम्बन्धेन अथवा तादात्म्यसम्बन्धेन वा अवच्छिन्ना अस्ति किन्तु अत्र समवायसम्बन्धेन अवच्छिन्ना अस्ति कार्यता तथैव वयं वक्तुं शक्नुमः धर्मेण अपि अवच्छेदः अस्ति अवच्छिन्ना अस्ति वयं दृष्टवन्तः सर्वदा कार्यता तु समवायसम्बन्धावच्छिन्ना वर्तते केवलं कारणता समवाय स्यात् अन्यथा तादात्म्य स्यात् सत्यं सत्यं भगिनि सत्यं समीचीनं अत्र तत्र केवलं कार्यतायाः अत्र समवायः एव सत् समीचीनं अस्तु उत्तमं भगिनि तर्हि शोभा भगिनि इदानीम् अग्रे तर्हि समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न कार्यतानिरूपित समवायसम्बन्धावच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणम् अस्तु. तत्र प्रथमे प्रथम भागे समवायसम्बन्ध अवच्छिन्न इति अवच्छिन्न आद्यपतनत्व इति अस्ति अथवा न समवायसम्बन्ध अवच्छिन्न अपि च आद्यपतनत्व अवच्छिन्न कार्यता इदानीम् अस्तु. तर्हि तत्र धर्मः आगच्छति. तर्हि कार्यता कीदृशी अस्ति? कार्यता समवायसम्बन्ध अवच्छिन्न अपि अस्ति, आद्यपतनत्व अवच्छिन्न अपि अस्ति. अपि अस्ति. अतः विशेषणद्वयं प्राप्तं कार्यतायाः. इदानीं तत्र अवच्छिन्नत्वे दलद्वयम् इति वक्तुं शक्नुमः खलु? केवलं तत्र विशेषणद्वयं कार्यं विशेषणद्वयम् अस्तु. विशेषणद्वयं विशेषणद्वयं निरूपेन निरूपिता कार्यतया निरूपिता कार्यतया निरूपिता समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं गुरुत्वस्य लक्षणम् अस्तु. इदानीं तादृशी निरूपिता समवायसम्बन्ध अवच्छिन्न कारणतायाः आश्रयत्वं गुरुत्वम् इति लक्षणवाक्यं भवति इति उक्तमस्ति तत्र. लक्षणं समीचीनं. तर्हि तत्र अस्माकं लक्ष्यं किम् अस्ति? लक्षणं दत्तं, लक्ष्यं किमस्ति? गुरुत्वस्य लक्षणं, गुरुत्वमेव लक्ष्यम् अस्ति खलु? हा, गुरुत्वमेव लक्षणं लक्ष्ये अस्ति इति. हा, इति एव समीचीनम्. गुरुत्वमेव अस्माकं लक्ष्यम् अस्ति. लक्ष्यं तस्मिन् लक्ष्ये एतादृशम् आश्रयत्वं वर्तते, तादृशम् आश्रयत्वमेव लक्षणम् इति वयं स्वीकुर्मः. तर्हि तत्र कारणतायाः आश्रयत्वं, कारणता पुनः कीदृशी अस्ति? कारणता तत्र विशेषणद्वयेन वर्तते. समवायसम्बन्ध अवच्छिन्न अस्ति, आद्यपतनत्व अवच्छिन्न अपि अस्ति. न कारणता कारणता क्षम्यतां, कार्यता इति समवायसम्बन्ध अवच्छिन्न अस्ति कारणता. केवलं तद्वा अथवा अपि च निरूपिता अस्ति तत्र. समवायसम्बन्ध अवच्छिन्न अपि च आद्यपतनत्व अवच्छिन्न कार्यतया निरूपिता समवायसम्बन्ध अवच्छिन्न कारणता अस्ति. अतः तत्र किं किं भवति तत्र? तत्र कारणता कारणतायाः विशेषणद्वयं वर्तते. यथा कार्यतायाः विशेषणद्वयम् आसीत्, कारणतायाः अपि तत्र विशेषणद्वयम् अस्ति. प्रथमं किम् अस्ति कारणतायाः विशेषणम्? प्रथमं तत् समवायसम्बन्धावच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता निरूपिता इति प्रथमम्. समीचीनं. द्वितीयं समवायसम्बन्ध अवच्छिन्न कारणता इति अस्ति भगिनि. समीचीनं. अतः तस्य आश्रयत्वं गुरुत्वम् इति. समीचीनम्. अतः एकम् अस्ति, विशेषणम् अस्ति, एषः भागः समवायसम्बन्ध अवच्छिन्न कारणता. अन्यत् अस्ति समवायसम्बन्ध अवच्छिन्न आद्यपतनत्वावच्छिन्न कार्यता निरूपित कारणता कारणता इति. अतः कारणता कार्यतयाः कार्यतया निरूपिता अपि अस्ति, समवायसम्बन्धावच्छिन्ना अपि अस्ति इति. अतः तत्र एतादृशं लक्षणवाक्यम् अस्माभिः प्राप्तम्, कारणता कीदृशी इति. अतः गुरुत्वस्य लक्षणम् एतावत् प्राप्तम्. समीचीनं भगिनि. तत्र कोऽपि प्रश्नः एतावत् तत्र? पूर्वस्मिन् परिच्छेदे केवलं सम्बन्धाः आसन्, इदानीं सम्बन्धः अपि वर्तते, अपि तत्र धर्मः आद्यपतनत्व आवच्छिन्न इति धर्मः अपि इदानीं तत्र लक्षणवाक्ये स्थापितमस्ति. तावदेव, अन्यत् किमपि नूतनं नास्ति. आद्यपतनत्वावच्छिन्न कार्यता इति सः एव नूतनभागः. अस्तु, समीचीनं वा? अग्रे सरामः तर्हि. समीचीनं. अस्तु, अग्रे तर्हि नीता भगिनी इदानीं तत्र अग्रिमपरिच्छेदं पठति वा? आम्, पठामि. विद्याधर्यामपि तथैव साक्षात् लिखितं पृष्ठक्रमाङ्क 110 इत्यस्मिन्। अतः समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता गुरुत्वे भवति। तादृशकारणताश्रयत्वं गुरुत्वस्य लक्षणम्। अनन्तरं किन्तु कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य निष्कासनानन्तरं 112 इति पृष्ठे अस्ति यत् एवं च दोष अभावात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव इति भाति। तर्हि अनेन भ्रमः जायते गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं देयं वा न देयं वा। अत्र सन्दर्भेण तत्र पृष्ठक्रमाङ्क आदौ तत्र 110 तत्र दत्तमस्ति। अतः समवायसम्बन्ध अवच्छिन्न आद्यपतनत्व अवच्छिन्न कार्यता इत्युक्ते तत्र यथा वयं दृष्टवन्तः कार्यता कार्यतायाः कृते विशेषणद्वयं समवायसम्बन्ध अवच्छिन्न तथैव आद्यपतनत्व अवच्छिन्न। तादृशी कार्यता तादृशी कार्यतया निरूपित समवायसम्बन्धावच्छिन्नकारणता गुरुत्वे भवति इत्युक्ते एतादृशी कार्यतया निरूपित कारणता कीदृशी कारणता समवायसम्बन्धावच्छिन्नकारणता कुत्र कुत्र भवति गुरुत्वे भवति तत्र गुरुत्वे तत्र भवति तादृशकारणताश्रयत्व गुरुत्वस्य लक्षणम्। एतादृशी कारणता एतादृशी कारणतायाः आश्रयत्वं गुरुत्वे इति गुरुत्वस्य लक्षणम्। अनन्तरं किन्तु कार्यतायाम् इत्युक्ते तत्र कार्यतायां विशेषणद्वयम् आदौ तत्र समवायसम्बन्ध न दृश्यते सम्यक् तत्र विशेषण नास्तु विशेषणद्वयं तत्र आदौ अनन्तरं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वस्य निष्कासनानन्तरं तत् यतोहि तत्र विशेषणद्वयं पूर्वस्मिन् पृष्ठे वयं दृष्टवन्तः। अनन्तरं कार्यतायां तत्र तस्यां समवायसम्बन्ध अवच्छिन्नत्वस्य समवायसम्बन्ध अवच्छिन्नत्व इति भागस्य निष्कासनं यदि कुर्मः चेत् यथा 112 इति पृष्ठे अस्ति यत् एवं च दोष अभावात् गुरुत्वलक्षणे अधुना यदा निष्कासयामः तदा तत्र दोषः नास्ति दोष अभावात् तत्र दोषः नास्ति इत्युक्ते तत्र एतस्य पदस्य निष्कासनानन्तरम् अत्र दोषः न दृश्यते दोषस्य अभावः अस्ति तस्मात् गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव इति भाति। अधुना तत्र दोषः न दृश्यते अतः तत्र गुरुत्वलक्षणे यत् तत् पदमस्ति दीर्घवाक्यं यत् गुरुत्वलक्षणे अस्ति तत्र समवायसम्बन्ध अवच्छिन्नत्वम् इति भागः न देयं न आवश्यकम् इति दृश्यते इति भाति इति भाति समीचीनं नाम तत्र दोषः यदि एकं भागं त्यजामः नाम तत्र रूपरहितवान् तत्र स्पर्शवान् रूपरहितवान् तत्र तत्र एकं भागं त्यजामः तत्र दोषः भवति खलु नाम तत्र लक्षणम् अन्यत्र अपि भवितुमर्हति लक्ष्यं विहाय अन्यत्र अपि भवितुमर्हति नाम अतिव्याप्तिदोषः भवति खलु तत्र जलस्य योजनमस्ति क्षेत्रस्य न्यूनीकरणं सङ्कोचीकरणं नाम तत्र यदि तत्र उत्तमः तत्र युवकः यानि विशेषणानि वयं तत्र आयोजयामः तेन तत्र कीदृशपुरुषः इति तत्र केवलं केचन पुरुषाः एव तत्र तादृशाः भवेयुः खलु अतः तत्र दलसार्थक्यं तत्र दलं यदि एकं दलं त्यजामः तत्र तद्विवरणं तत्र तस्य विवरणस्य क्षेत्रं बृहत् भवति किन्तु अतः तद् अतिव्याप्तिदोषः इति वदामः किन्तु अत्र तादृशदोषः न भवति इति अधुना तत्र तद् देयं न देयम् इति यत् एतादृ अत्र हा एकनिमिष तत्र यत् एतदस्ति साक्षात् विद्याधरीपुस्तकात् तत्र कोट्स् कोट्स् मध्ये एषः भागः अस्ति तत्र कोट्स् अस्ति खलु अतः इदानीं प्रश्नः अस्माकं प्रश्नः अस्ति तत्र तर्हि इदानीम् तर्हि अनेन भ्रमः जायते गुरुत्वलक्षणे कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं देयं वा न देयं वा अत्र निष्कासनानन्तरं तत्र दोषः न सम्भवति अतः न देयम् इति दृश्यते इति उक्तम् इति उक्तम् तेन किं भवति तेन मम मनसि सन्देहः भ्रमः इत्युक्ते तत्र गुरुत्वलक्षण साक्षात् गुरुत्वलक्षण यत् अस्ति तत् गुरुत्वलक्षणे कार्यतायां कार्यता विषयक समवायसम्बन्धावच्छिन्नत्वम् इति पदम् आवश्यकं वा न आवश्यकं देयं वा न देयम् इति तस्य इति अस्माकं मूलप्रश्नः नाम तत्र स्थापनीयम् अथवा न स्थापनीयं नाम यामः वा अथवा मास्तु इति अतः तत्र इति प्रश्नः तत्र केवलं तत्र यत् अत्र अस्ति तत्र हा तत्र पेज् यत् उक्तम् अत्र न ध्येयम् इति भाति चर्चायाः अनन्तरम् एतदस्ति एतत् एतं भागं वयं न पठितवन्तः किन्तु अग्रे आगत्य पुनः पठामः किन्तु एतदेव अस्ति तत्र समवायस्य चिह्नत्वं न ध्येयम् इति भाति अतः तत्र एतस्य भागस्य अवगमनार्थम् अत्र करपत्रं रचितम् अतः करपत्रं साक्षात् पठामः किन्तु प्रश्नः एतदेव अस्ति लक्षणवाक्यम् एतादृशम् अस्ति किन्तु तत्र एषः भागः तत्र भवेत् वा अथवा न भवेत् देयम् अथवा न देयम् इति अस्ति अस्तु समीचीनं अस्तु धन्यवादः भगिनि अस्तु आचार्य आचार्य अत्र आद्यपतनं तु गुरु कन्दुके विद्यमानं यद् गुरुत्वम् अस्ति तदेव कारणमिति वदामः वा अत्र गुरुत्वं नाम पुनः कन्दुके विद्यमानं भार गुरुत्वं वा गुरुत्वमेव आद्यपतनस्य कारणं सत्यं तर्हि तत्र क्रियाक्रियावतोः तु कारणं सर्वदा तत्र समवायसम्बन्धे एव वर्तते तर्हि तत्तु तस्य इतोपि विशेष वक्तव्यम् अस्ति वा समय उत्तमप्रश्नः उत्तमप्रश्नः भगिनि अतः एव तत्र तत्र पतनं सर्वदा तत्र समयसम्बन्धेन एव तिष्ठेत् इति खलु एव तत्र अन्येन सम्बन्धेन न भवति अतः तत्र न वक्तव्यम् इति तादृशमेव चिन्तनम् अत्रापि भगिनि पश्यामः किन्तु समीचीनं कस्य कारणेन वर्तते आद्यपतनं तु कन्दुकस्य भार एव परन्तु अनन्तरं यदा द्वितीयपतनम् आरभ्यते तदा तस्य भारं न गणयामः किल सत्यं इतः परम् अस्माकं पृथिव्याः गुरुत्व आकर्षणं वा इति तत्र न तत्र आवलीः भवति तत्र प्रथमपतनमेव द्वितीयपतनस्य कारणं द्वितीयपतनं तृतीयस्य पतनस्य कारणम् इत्यादिकं भवति तत्र कारणानाम् आवलिः भवति समीचीनं भगिनि. हा अतः तत्र भवती एव अग्रे पठति वा इदानीं. तत्र दलचिन्तने कृते सति आद्यपतनत्वावच्छिन्न आद्यपतनत्वावच्छिन्नत्व अनुपत अवशिष्यते समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता. तत्र च घटस्य समवायिकारणकृते कारणकृते कपालद्वयसंयोगी संयोग अतिव्याप्तिः. घटनिष्ठकार्यता समवायसम्बन्धावच्छिन्ना आम् कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्धावच्छिन्ना एवम्. अतः समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता कपालद्वयसंयोगेऽपि अस्ति. तदर्थं गुरुत्वलक्षणे आद्यपतनत्वावच्छिन्नत्वं योजितम्. आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति यदा उच्यते तदा कपालसंयोगे आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्नकार्यता आम् आद्यपतनत्वम् इति धर्मः किल. आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्नकार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता इति यदा उच्यते तदा कपालसंयोगे तन्नास्ति. अनेन कपालसंयोगातिव्याप्तिः वारिता. तदा दलचिन्तने कृते सति दलचिन्तने कृते सति इत्युक्ते किम्? अत्र अस्माकं वाक्ये दलद्वयं वर्तते, अतः तत्र चिन्तनं करणीयं. नाम तत्र धनसार्थक्यम् आवश्यकम् दोषः वर्तते वा अतिव्याप्ति हा इति. समीचीनं. तद् यदि कुर्मः कृते सति सतिसप्तमी तर्हि तत्र दलचिन्तने कृते सति आद्यपतनत्वावच्छिन्ना आद्यपतनत्वावच्छिन्नत्व अनुपादाने अवशिष्यते समवाय. अस्तु, तद् निष्कासयामः. तद् किम् अवशिष्यते? समवायसम्बन्धावच्छिन्ना कार्यता आम् निरूपितसमवायसम्बन्धावच्छिन्नकारणता तावदेव अवशिष्यते खलु. निष्कासयामः तदा यदि एषः भागः निष्कासयामः खलु तत्र एतावत् आद्यपतनत्वाव इति तावत् निष्कासयामः तर्हि यद्वशिष्यते तदस्ति. तर्हि तत्र किम् उक्तम्? तर्हि तत्र अतिव्याप्तिदोषः स्यात् इति. किन्तु वाक्यस्य अर्थः कः इति जनन् तत्र अथवा अग्रे पठतु. तर्हि तत्र च घटस्य असमवायिकारणकृते कपालद्वयसंयोगातिव्याप्तिः. आम् तत्र कपालद्वयसंयोगं कपालद्वयसंयोगः इति भवति कारणतः घटं प्रति. अयं कपालद्वयसंयोगः इति संयोगः इति गुणः अस्ति. तत् समवायसम्बन्धेन तत्र घटे तिष्ठति, तथा कार्यता अपि घटे अस्ति. कपाले तिष्ठति. कपाले आमाम् अत्र सर्वं कपाले वर्तते आमां तर्हि कार्यता घटं घटः तदपि कपाले वर्तते अधिकरणे तर्हि अत्र उभयत्र समवायसम्बन्धावच्छिन्न कार्यता समवायसम्बन्धावच्छिन्न कपालद्वयसंयोगः अपि अस्ति अतः अत्र अतिव्याप्तिः स्यात् यदि वयं तत्र आद्यपतनत्वधर्मं निष्कासयामश्चेत् तद् अस्ति अग्रे पठामि अतः तत्र समीचीनं तत्र अस्तु तत्र पुनः तत्र एतस्य वाक्यस्य अर्थः कः इति एकवारं वदतु भगिनि तत्र स्पष्टमेव किन्तु पुनः एकवारं वदतु तर्हि तत्र तर्हि समवायसम्बन्धावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता हा इति वाक्येन किम् उक्तम् इत्युक्ते कार्यं केन सम्बन्धेन अधिकरणे अस्ति असमवायसम्बन्धेन हा अपि कारणं केन सम्बन्धेन अधिकरणे अस्ति कारणमपि समवायसम्बन्धेन अधिकरणे अतः तत्र कार्यं समवायसम्बन्धेन अधिकरणे अस्ति कारणमपि समवायसम्बन्धेन अधिकरणे अस्ति इति एव उक्तं खलु अन्यत् किमपि न उक्तं खलु तेन वाक्येन खलु अतः तत्र यत्र यत्र कारणमपि कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति तत्र तत्र सर्वत्र एतादृशविवरणं तत्र समीचीनं भवति अतिव्याप्तिः भवति अतिरात्रेव अतिव्याप्तिः भवति हा अग्रे तत्र च घटस्य असमवायिकारणकृते तत्र च घटस्य समवायिकारणकृते कपाल तत्र च घटस्य असमवायिकारणकृते कपालद्वयसंयोग अतिव्याप्तिः घटनिष्ठकार्यता समवायसम्बन्धावच्छिन्ना अस्ति कपालद्वयसंयोगनिष्ठकारणता समवायसम्बन्धावच्छिन्ना अतः समवायवाक्यं स्वशब्दैः वदतु अर्थः कः इति अस्तु अस्तु घटनिष्ठकार्यता तर्हि घटनिष्ठकार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति इत्युक्ते कार्यता इत्युक्ते किम् इत्युक्ते पुनः नाम यत् पठितं तत्र स्वशब्दैः वक्तव्यम् इत्युक्ते घटनिष्ठकार्यता इत्युक्ते अस्तु तत्र घटः एव अस्माकं कार्यम् अस्माकम् उदाहरणं घटः कार्यं हा तर्हि तस्मिन् कार्यता अस्ति घटे कार्यता वर्तते इयं कार्यता समवायसम्बन्धेन अवच्छिन्ना अस्ति हा यतोहि घटः अधिकरणे समवायसम्बन्धेन वर्तते तथैव तत्र इदानीं द्वितीयभागं वर्तते इदानीं द्वितीयभागः तथैव करोतु आम् आम् कपालद्वयसंयोगनिष्ठकारणता तर्हि कारणता कीदृशी अस्ति अस्माकम् उदाहरणे कपालद्वयसंयोगः एव कारणम् अस्मिन् उदाहरणे कपालद्वयसंयोगः एव कारणं भवति घटं जनयति तर्हि कपालद्वयसंयोगनिष्ठकारणता वर्तते इयं कारणता कस्मिन् अधिकरणे वर्तते कपालाधिकरणे वर्तते केन सम्बन्धेन इयं कारणता वर्तते समवायसम्बन्धेन वा समवायसम्बन्धावच्छिन्न कारणता वर्तते उत्तमं भगिनि अस्तु समीचीनं इदानीम् अग्रे समीचीनं संयोगः अस्ति तत्र गुणगुणिनोः इति कारणेन समवायसम्बन्धावच्छिन्नकारणता वर्तते उत्तमं अग्रे अतः समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्नकारणता कपालद्वयसंयोगेपि अस्ति इदमेव वाक्यं पुनः कपालद्वयसंयोगे अपि वयं वदामः यदि तत् धर्मं निष्कासयामः समानेव वाक्यम् अत्रापि सम्भवति समीचीनं हा समीचीनं तर्हि तत्र कपालद्वयसंयोगे कारणता वर्तते सा कारणता कीदृशी इत्युक्ते तत्र विशेषणद्वयं वक्तुं शक्नुमः कारणतायाः किं किम् अस्ति कपालद्वयसंयोगे कारणता या कारणता वर्तते तस्याः विशेषणद्वयं वक्तुं शक्नुमः तत् किम् अस्ति यत् भवत्या पठितं तदेव कारणता केन अवच्छिन्न कारणता समवायसम्बन्धावच्छिन्ना न कारणता इति हा समीचीनं तर्हि कारणता कीदृशी इत्युक्ते एकं विशेषणमस्ति समवायसम्बन्धावच्छिन्ना कारणता अपि सा कारणता केन निरूपिता अथवा कया निरूपिता ओ कारणता कया निरूपिता कारणता सम्बन्धाव समवायसम्बन्धावच्छिन्न कार्यतया निरूपिता अस्ति निरूपिता अस्ति अतः एषा कारणता यथा तत्र गुरुत्वे अस्ति तथैव अत्रापि समाना कारणता अत्रापि वर्तते खलु समवायसम्बन्धावच्छिन्न कार्यता निरूपिता समवायसम्बन्धावच्छिन्न कारणता गुरुत्वे अपि अस्ति कपालद्वयसंयोगे अपि एषा कारणता वर्तते अतः यदि वयम् आद्यपतनत्व अवच्छिन्न इति न वदामः अतिव्याप्तिदोषः भवति हा अग्रे तदर्थं आद्यपतनत्वावच्छिन्नत्वं योजेतं तत् आवश्यकम् अनन्तरम् आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति यदा उच्यते तदा कपाल द्वयसंयोगे तन्नास्ति अनि कपालसंयोगातिव्याप्तिः वारिता तर्हि तत्र कपालसंयोगे कीदृशी कारणता वर्तते नाम एता एषा कारणता न भवति किन्तु कीदृशी कारणता भवति तत्र कपालद्वयसंयोगे कपालद्वयसंयोगे एतादृशमेव वाक्यं किन्तु एतद् वाक्यं नास्ति किन्तु तादृशं वाक्यं तादृशी कारणता कपालसंयोगे वर्तते खलु नाम कपालसंयोगे समवायसम्बन्धावच्छिन्न कार्यता निरूपित एतत् सर्वम् अस्ति खलु तादृशी कारणता किन्तु एषः भागः तत्र सम्यक् न भवति किन्तु अत्र किं परिवर्तनं यदि परिवर्तयामः तत्र कथं यदि आद्यपतनमिति न योजयामः तदा तत्सर्वं यथा कपाल न समीचीनं यदि न योजयामः समीचीनं किन्तु कपालसंयोगे या कारणता अस्ति किन्तु तत्र केवलं कपालसंयोगे अस्ति तत् अन्यत्र नास्ति इति यदि वक्तुम् इच्छामः इदानीं तद् यदा एतस्य योजनेन केवलं गुरुत्वे अस्ति एषा कारणता खलु तथैव यदि कारणता केवलं कपालसंयोगे एव भवेत् इति चिन्तयामः तदा अत्र किं वक्तव्यम् इति प्रश्नः ओ परन्तु तत्र कपालद्वयसंयोगः अपि समवायसम्बन्धेन कपाले वर्तते कार्यता यत् घटः अस्ति तदपि समवायसम्बन्धेन अस्ति किं योजयामः तत् तत्र प्रश्नः अवगतः सर्वैः तत्र अन्य कोऽपि वक्तुम् इच्छति वा अत्र विशेषणं किं योजयितुं शक्नुमः आचार्य धर्मत्वमपि योजयितुं अतः तर्हि तत्र किं भवेत् द्वयसंयोगत्वं समीचीनं धर्मः किन्तु अत्र कारणम् इति तस्य धर्मः वा अथवा कार्यस्य धर्मः वा कारणस्य धर्मः आद्यपतनं किम् आद्यपतनत्वम् अत्र ओ आद्यपतनत्वं कार्यं ओ सो अत्र ओ ओ अत्र सो कपालद्वयम् इति कारणं सो वित् देट् या या या समीचीनं तर्हि घट घटत्वनिष्ठ घटत्वनिष्ठ घटत्वावचिन्न घटत्वावचिन्न आद्यपतनं तत्र अतः एव तत्र कारणम् अस्ति कपालसंयोगः कार्यमस्ति घटः अस्माकम् उदाहरणे कारणमस्ति गुरुत्वं कार्यमस्ति आद्यपतनम् अत्र आद्यपतनत्वम् इति अतः आद्यपतनत्वम् इति स्थाने किं स्थापनीयं घटत्व घटत्वावच्छिन्न मृणालि भगिनी इदानीं वदतु मृणालि भगिनी इदानीं वदतु अत्र कपालसंयोगे एषा कारणतः केवलं कपालसंयोगे अस्ति गुरुत्वे नास्ति तद् किमस्ति घटत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति कपालसंयोगे केवलं कपालसंयोगे अस्ति किन्तु गुरुत्वे नास्ति उत्तमं अतः एव तत्र एतस्य योजनेन केवलं तत्र आद्यपतने अत्र तत्र तत्र गुरुत्वे एव भवति आद्यपतनत्वावच्छिन्न इति योजनेन कारणतः केवलं गुरुत्वे एव भवति कपालस्य योगे न भवति अतः एव तत्र वारिता खलु अतिव्याप्तिः वारिता भवति यतोहि कपालस्य योगे कीदृशी कारणता अस्ति इत्युक्ते तत्र घटत्वावच्छिन्न एतत् सर्वम् अग्रे यदस्ति तत्सर्वं वक्तव्यमस्ति अतः एषा कारणता कपालस्य योगे नास्ति तत्र अन्यविधकारणता वर्तते अतः एषा आद्यपतनत्वम् इति किमस्ति कार्यमस्ति आद्यपतनत्वम् इति कस्मिन् भवति कार्ये कार्ये अतः पतने इति कार्ये एव आद्यपतनत्वं भवति अतः एषा कारणता यत्र भवितुम् अर्हति यत्र कार्यम् आद्यपतनम् अस्ति तत्र एव एतादृशी कारणता भवितुम् अर्हति तत्र एतस्य पदस्य योजनेन वयं वदामः पश्यतु अत्र कार्यकारणभावः यत्र वर्तते अस्मिन् सन्दर्भे कार्यमस्ति आद्यपतनम् यत्र आद्यपतनं कार्यं नास्ति तत्र एतत् सर्वं न सङ्गच्छते अतः अतिव्याप्तिदोषः नास्ति समीचीनं खलु अतः तत्र इदानीं वयं किं कृतवन्तः एतस्य धनस्य आवश्यकता अस्ति इति ज्ञातवन्तः नाम एतत् वक्तव्यं तत्र ध्येयम् एव तत्र न ध्येयम् इति प्रश्नः नास्ति आद्यपतनत्वावच्छिन्न इति वक्तव्यमस्ति अत्र नो चेत् यदि न वदामः तत्र साधारण तत्र सर्वत्र यत्र यत्र असमवायीकारणं वर्तते कपालद्वयसंयोगः घटः अथवा तत्र अन्यत्र यत्र यत्र तत्र असमवायकारणं वर्तते तत्र सर्वत्र एतादृशसम्बन्धः विवरणम् अपि तत्र सङ्गच्छते किन्तु आद्यपतनत्वावच्छिन्न इति वदनेन केवलं तत्र गुरुत्वम् अपि आद्यपतनम् एषः एव तत्र उदाहरणम् एतदेव उदाहरणरूपेण भवति अस्तु समीचीनं कोऽपि प्रश्नः एतावत् तत्र आवश्यकता इति ज्ञाता अस्तु इदानीं तत्र समवायसम्बन्धावच्छिन्नत्वं न वदामश्चेत् तत्र कः दोषः भवति इति प्रश्नः अस्तु इदानीं तर्हि उषा भगिनी अग्रे अधुना कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः आयाति आद्यपतनत्व अवच्छिन्नत्वं अवच्छिन्नत्वस्य योजनेन कपालद्वयसंयोग अतिव्याप्तेः वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्। तर्हि लक्षणं भवति आद्यपतनत्व अवच्छिन्नकार्यतानिरूपितसमवायसम्बन्ध अवच्छिन्नकारणता। एवं सति असमवायीकारणस्य सामान्यलक्षणं न गच्छति, कुत्रापि न दोषः, कुत्रापि च दोषः नास्ति। यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव। अधुना कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत्, पूर्वं वयं दृष्टवन्तः कार्यता कृते समवायसम्बन्ध अवच्छिन्नेन इति अस्ति, नास्ति चेत् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् दोषः अस्ति वा इति प्रश्नः आयाति। आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालद्वयसंयोग अतिव्याप्तेः वारणत्वात् कार्यतायाम् आद्यपतन अवच्छिन्नत्वस्य योजनेन कपालद्वय संयोगात् कृते अतिव्याप्तिः नास्ति इति वारणं भवति इति पूर्वं पठितम्। अत्र वारणत्वात् कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम्, कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकं, यतोहि आद्यपतनत्व इति अत्र दत्तम् इति आद्यपतनत्व धर्मेण अवच्छिन्नत्वम् अस्ति इत्यनेन आद्यपतनस्य कृते आद्यपतनकार्यं सूचयति। अस्ति इत्यनेन तत्र समवायसम्बन्ध अवच्छिन्नत्वम् इति पदं न आवश्यकमेव। तर्हि समवायसम्बन्ध अवच्छिन्नम् इति न वदामः चेत् लक्षणं भवति आद्यपतनत्व अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता। आद्यपतनत्वमेव उच्यते अत्र, समवायसम्बन्ध इति कार्यता कृते न दत्तं। सो आद्यपतनत्व अवच्छिन्नकार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता, समवायसम्बन्ध अवच्छिन्नकारणता गुरुत्वे अस्ति इति। ओके, एवं सति असमवायीकारणस्य सामान्यलक्षणं न गच्छति। आम्, यतोहि असमवायीकारणमेव अत्रापि अस्ति, यतोहि कारणत्वकृते समवायसम्बन्ध इति अत्र अस्ति, कारणता अस्ति, कारणता यत्र समवायसम्बन्धेन अधिकरणे अस्ति इति लक्षणवाक्ये अस्ति। हा, अत्र सामान्यलक्षणं न गच्छति इत्युक्ते किमस्ति अत्र? असमवायीकारणम् इति वाक्ये वयं जानीमः कार्यता अपि समवायसम्बन्धेन अधिकरणे अस्ति, अपि च कारणमपि समवायसम्बन्धेन अधिकरणे अस्ति इति असमवायिकारणस्य लक्षणम्। हा, अतः असमवायिकारणस्य लक्षणं यत् पूर्वम् अस्माभिः पठितं नाम तत्र वाक्यं, साक्षात् वाक्यं किम् अस्ति? कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्नकारणता यत् अस्ति समवायिकारणम् इति समीचीनम्। असमवायीकारणम्, अतः तत्र तादृशवाक्यं नास्ति एतत्, तादृशवाक्यं नास्ति अत्र। आद्यपतनत्व अवच्छिन्ना इति तत्र निवेशनं, तस्य निवेशनम् अस्ति अस्मिन् वाक्ये। अतः तत्र सर्वत्र नाम यत्र यत्र असमवायिकारणत्वम् अस्ति तत्र एतद् नास्ति, अतः तत्र एतस्य क्षेत्रं न्यूनमस्ति. वायुकारणस्य क्षेत्रं बृहत् अस्ति, एतस्य कारणस्य क्षेत्रं न्यूनमस्ति. आद्यपतनत्वम् इति योजितम् अस्ति अत्र, अतः तत्र दोषः न भवति. नाम तत्र अतिव्याप्तिदोषः नाम तत्र अपि तत्र अतिव्याप्तिदोषः कुत्र भवेत्? केवलम् असमवायिकारणे एव भवेत् खलु? असमवायिकारणे एव. किमर्थं तत्र समवायिकारणे दोषः न भवति? समवायिकारणे कारण अस्ति. अतः तत्र समवायसम्बन्धः अवच्छिन्न कारणता इति उक्तस्मात् तत्र अतिव्याप्तिदोषः भवति चेत् केवलम् असमवायिकारणे एव अतिव्याप्तिदोषः भवितुम् अर्हति. समवायिकारणे अथवा अन्यत्र तत्र दोषः न भवितुम् अर्हति. दोषः नास्ति नास्ति. अतः एव तत्र कुत्रापि न दोषः अस्ति, दोषः कुत्रापि नास्ति. यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वं निवेश्यते तदा समवायसम्बन्ध अवच्छिन्नत्वं देयं नास्ति एव. यदा कार्यतायाम् आद्यपतनत्व अवच्छिन्नत्वम् इति अस्ति इत्यनेन समवायसम्बन्ध अवच्छिन्नत्वं नास्ति नास्ति चेदपि दोषः नास्ति नास्ति तस्य तस्य आवश्यकता नास्ति इति इति इति आगतम्. इदानीम् अग्रे पुनः तर्हि इदानीम् एवं चेत् तत्र तत्र शोभा भगिनी अग्रे पठति वा? धन्यवादः भगिनि. धन्यवादः महोदय. अस्तु, एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं दत्तम्? आरम्भे आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इत्युक्तं. तत्र नावश्यकं चेत् किमर्थं कार्यतायां समवायसम्बन्धावच्छिन्नत्वं योजितं? तत्तु आपाततः आगतम्. कुतः? मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम्? आद्यपतन असमवायिकारणं गुरुत्वम् इति असमवायिकारणम् इति पदम् अस्ति. तावत् तावदनीयं वा प्रथमं? अस्तु, तत्र एवं चेत् इत्युक्ते पूर्वस्मिन् वा परिच्छेदे इदानीं किम् तत्र आद्यपतन किं किं ज्ञातवन्तः पूर्वस्मिन् परिच्छेदे? पूर्वस्मिन् परिच्छेदे तत्र कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न दीयते चेत् को दोषः इति प्रश्नः आसीत्. तत्र आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोगादि संयोग अतिव्याप्तेः वारणत्वं भवति इति भवति, अतः कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न आवश्यकम् इति. कार्यतायां न आवश्यकं समवायसम्बन्ध अवच्छिन्नत्वम् इति, यतोहि तत्र कार्यतायां समवायसम्बन्धः एव भवति, तत्र विकल्पः नास्ति इति. केवलं कारणे एव तत्र तादात्म्ये इति अपि आगच्छति. तत्र द्वयोः अपि समवायः भवति चेत् असमवायिकारणत्वम् इति भवति. तर्हि तत्र किमुक्तम्? आद्यपतनत्व अवच्छिन्नत्वस्य योजनेन कपालसंयोग अतिव्याप्तेः वारणत्वात् इत्युक्ते तत्र कथं वारणं कृतम् इत्युक्ते आद्यपतनत्व अवच्छिन्नत्वचन्यत्वम् इति योजनेन तत्र कपालस्य विषयः एव न आगच्छति तस्मिन् सन्दर्भे न किं आद्यपतनत्वावच्छिन्न इति वदामश्चेत् आद्यपतनत्वावच्छिन्नकार्यता इति यदि वदामः तर्हि तत्र कार्यं किं भवेत् आद्यपतनत्वमेव कार्यं भवति अन्यत् किमपि कार्यं न भवति अतः अन्यत्र कुत्रापि तस्य किं कोऽपि दोषः न भवति यतोहि तत्र स्पष्ट केवलम् आद्यपतनत्वे इत्येव द्रष्टव्यं भवति अपि तत्र किमर्थं तत्र नाम तत्र यदि वयं चिन्तयामः तत्र आद्यपतनं कन्दुके भवति इति तर्हि तत्र कन्दुके अपि कारणता अस्ति खलु कन्दुके कारणता आम् किन्तु एतादृशी कारणता किमर्थं तत्र कन्दुके नास्ति आद्यपतनत्वावच्छिन्नकार्यता निरूपितसमवायसम्बन्धावच्छिन्नकारणता कन्दुके किमर्थं नास्ति यतोहि गुरुत्वे अस्ति खलु आमां समीचीनं किन्तु गुरुत्वे एतादृशी कारणता अस्ति किन्तु एतादृशी कारणता किमर्थं तत्र कन्दुके नास्ति कन्दुकं कन्दुकं कीदृशं कारणं कन्दुकं तत्र कीदृशं कारणं कन्दुकं समवायीकारणम् असमवायीकारणं निमित्तकारणं किम् अस्ति निमित्तकारणं भवति न वा अस्तु नाम तत्र समवायि भवति कार्यं किम् अस्ति अत्र कार्यं किम् अस्ति कन्दुके अपि गुरुत्वे वा न अत्र कार्यम् अस्माकं न अस्माकं कार्यं कार्यता कुत्र अस्ति अत्र कार्यता अस्माकम् उदाहरणे कार्यं किम् अस्ति कार्यं नाम तत्र पतनमेव कार्यमस्ति पतनमेव कार्यं समीचीनं तर्हि पतनं कस्मिन् अधिकरणे अस्ति पतनं कस्मिन् अधिकरणे अधिकरणं तत्र गुरुत्वमेव भवेत् खलु महोदय न गुरुत्वं कारणमस्ति गुरुत्वम् इति कारणं तेन एव पतनकार्यं भवति कन्दुके अस्ति हा उत्तमं हा कन्दुके अस्ति आम् पतनस्य अधिकरणं किमस्ति कन्दुकं पतनस्य अधिकरणं कन्दुकं इदानीं गुरुत्वम् इति कारणं खलु पतनस्य गुरुत्वम् इति कारणं पतनस्य तर्हि तस्य अधिकरणं किं भवेत् गुरुत्वस्य अधिकरणं कन्दुकस्य पतनस्य कारणं भवति कन्दुकस्य पतनस्य कारणं भवति तर्हि कन्दुकस्य अधिकरणं गुरुत्वं भवेत् न भगिनि नाम प्रश्नः कः नाम कन्दुक तत्र पतनम् इति कार्यं खलु पतनम् इति कार्यं गुरुत्वं कारणं कन्दुकम् अधिकरणं तर्हि अस्तु पतनं कुत्र अस्ति पतनं कुत्र वर्तते पतनं तत्र कन्दुके वर्तते कन्दुकमेव पतति अतः तत्र एव वर्तते समीचीनं इदानीं गुरुत्वम् इति पतनस्य कारणं खलु आम् तर्हि कारणम् अपि कार्यं तयोः कीदृशसम्बन्धः भवेत् नाम तत्र नियमः कः कारणं किमपि कारणमस्ति चेत् तत्र किं किं तत्र निकषत्रयमस्ति किं किम् अस्ति कारणं कार्यम् अस्ति चेत् तत्र सम्बन्धः भवेत् आशयः भवेत् कारणं तत्र कार्यस्य अधिकरणे कारणं कार्यस्य अधिकरणे एव भवेत् खलु इति प्रथमम् आम् कार्यता अपि कार्यं कार्यस्य अधिकरणम् अस्ति इदानीं कारणं कार्यस्य अधिकरणे भवेत् खलु आम् द्वितीयं किम् अस्ति तत्र सम्बन्धेन समवायसम्बन्धेन असमवायसम्बन्धेन भवेत्, न भगिनि, न न कारणम् इति यदि वक्तुम् इच्छामः तत्र निकषत्रयं तत्र द्रष्टव्यं सत्यं वा इति. सर्वदा भवेत् कार्यस्य पूर्वमेव भवेत् कारणतः, अपि च उत्पत्तेः पूर्वमेव भवेत् पूर्वस्मिन् क्षणे भवेत् क्षणे अस्मिन् क्षणे भवेत् तावदेव. तर्हि अधिकरणे भवेत्, कार्यस्य अधिकरणे भवेत्, सर्वदा भवेत्, यत्र यत्र कार्यस्य उत्पत्तिः भवति तत्र तत्र कारणं भवेत्. नाम घटस्य उत्पत्तिः नाम अत्र घटः उत्पद्यते चेत् कपालः भवेत्, अन्यत्र उत्पद्यते चेत् तत्रापि कपालः भवेत्. अपि घटस्य साक्षात् उत्पत्तिः तस्मात् पूर्वक्षणे एव भवेत्, पूर्वक्षणे अपि भवेत्, हा एव भवेत् इति निकषत्रयं. तर्हि गुरुत्वम् इति कारणं तस्य गुरुत्वस्य अधिकरणं किम् अस्ति? तर्हि गुरुत्व इति कारणं भवति चेत् कारणं पूर्वस्मिन् क्षणे एव भवेत् इति अस्ति चेत् पतनात् पूर्वक्षणे एव भवेत्. किन्तु कुत्र कस्मिन् अधिकरणे गुरुत्वं भवेत्? गुरुत्वं तु गुरुत्वं कस्मिन् अधिकरणे इति वा, तत्र कन्दुकमेव, कन्दुकं हा इति एव मया अपेक्षितं, कन्दुके एव अस्ति गुरुत्वं, कन्दुके अस्ति, हा तावदेव. अस्तु तावदेव, क्लिष्टः नास्ति भगिनि. नाम पतनमपि कन्दुके अस्ति, गुरुत्वं तस्य कारणमपि कन्दुके एव भवेत्. किन्तु तत्र किन्तु पतनं कन्दुके अस्ति, कन्दुकः गुरुत्वे नास्ति खलु, गुरुत्वमेव कन्दुके अस्ति. गुरुत्वं कन्दुके अस्ति, आम्, कन्दुकः गुरुत्वे नास्ति. आम्, गुरुत्वं कन्दुके अस्ति, पतनमपि कन्दुके अस्ति, कन्दुकः अधिकरणम् अस्ति, कारणस्य अधिकरणं, कार्यस्य अधिकरणं खलु. अस्तु, आमाम्. अत्र गुरुत्वं केन सम्बन्धेन अधिकरणे अस्ति? अस्तु, इदानीं गुरुत्वं कन्दुके अस्ति, अपि च तत्र कार्यं कारणं द्वयोः अपि तत्र इदानीं तत्र कार्यं केन सम्बन्धेन अधिकरणे अस्ति? एकक्षणं, तत्र तत्र किमपि लिखितवान् वा न? अस्तु, कार्यकारणम् आम्, पतनम् इति कार्यम् अधिकरणे केन सम्बन्धेन अस्ति? पतनम् इति कार्यम् अधिकरणे समवायसम्बन्धेन अस्ति. समीचीनं, इदानीं गुरुत्वम् इति कारणं केन सम्बन्धेन अधिकरणे अस्ति? गुरुत्वम् इति तत्र तत्रापि समवायः एव भवेत् खलु. किमर्थं गुरुत्वं कीदृशपदार्थः? गुरुत्वमिति गुणः. उत्तमम्, अतः तर्हि तत्र तादाप्यसम्बन्धेन स्थातुं न तिष्ठ शक्नोति एव. उत्तमम्, अस्तु, अस्तु, समीचीनं. तर्हि तत्र अतः एव तत्र इदानीं तत्र तत्र कीदृशी कारणता अत्र अस्ति इत्युक्ते तत्र किं भवति, वयं वदामः अत्र गुरुत्वे समवायसम्बन्ध अवच्छिन्नकारणता इति वदामः खलु. आं, समवायसम्बन्ध अवच्छिन्नकारणता अस्ति एव गुरुत्वे अस्ति, गुरुत्वे वर्तते. आम्, इदानीम् इदानीं कन्दुकः अपि कारणमस्ति पतनस्य. आम्, नाम कन्दुकः नास्ति चेत् तत्र पतन् कथं भवेत् खलु. आम्, अतः कन्दुकः अपि कारणमस्ति पतनस्य. कीदृशं कारणम् इत्युक्ते तत्र समवायिकारणम् अस्ति खलु. कन्दुकः समवायिकारणम् अस्ति पतनस्य, पतनस्य. यथा तत्र कपालः तत्र घटस्य समवायिकारणम् अथवा घटरूपस्य समवायिकारणं घटः, तथैव पतनस्य समवायिकारणम् अस्ति कन्दुकः. किन्तु कन्दुकः इति कारणं केन सम्बन्धेन अधिकरणे अस्ति? कन्दुकः इति कारणं तत्र समवायसम्बन्धेन एव अस्ति. न न, अधिकरणं किम् अस्ति कन्दुकम् इति कन्दुकः इति? अधिकरणम् इति तत्र इदानीं भगिनी नाम इदानीं चित्रं रचयामः, तत्र कन्दुकः इति अस्तु अस्तु, कन्दुकः इति कारणं, पतनम् इति कार्यं, पतनस्य अधिकरणं किम् अस्ति? पतनस्य अधिकरणं तत्र पतनं कन्दुके एव अस्ति. हा उत्तमम्, इदानीं अस्तु समीचीनं. ओ अस्तु, तर्हि तादात्म्यसम्बन्धमपि तस्मिन्नेव अधिकरणे भवेत्. आमां, हा तर्हि कन्दुकः केन सम्बन्धेन स्वस्मिन् अस्ति? तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते. पतनं समवायसम्बन्धेन कन्दुके कारणे अधिकरणे वर्तते. समीचीनं, किन्तु अत्र मुख्यम् अस्ति, अत्र कन्दुकः अधिकरणे तादात्म्यसम्बन्धेन वर्तते, तर्हि कारणता कीदृशी अस्ति कन्दुके? कारणता केन अवच्छिन्ना अस्ति? कारणता तादात्म्यसम्बन्ध अवच्छिन्ना अस्ति. अतः एव या कारणता कन्दुके वर्तते, यत्र पतनम् इति कार्यमस्ति, आद्यपतनत्वावच्छिन्नकार्यता इति यदि वदामः, तत्र स्क्रीन् मध्ये दृश्यते खलु भगिनि? यत्र आद्यपतनत्वावच्छिन्नकार्यता इति यदि वदामः, तत्र वयं जानीमः आद्यपतनम् एव कार्यं खलु? अत्र अतः यत्र आद्यपतनम् इति कारणमस्ति, तत्र यदि वयं समवायसम्बन्धावच्छिन्नकारणता इति वदामः, तर्हि जानीमः तत्तु गुरुत्वे अस्ति, समवायसम्बन्धावच्छिन्नकारणता इति अस्ति. किन्तु समवायसम्बन्धावच्छिन्नकारणता कन्दुके अस्ति वा? नास्ति. नास्ति, हा, यतोहि कन्दुके अपि कारणता अस्ति, किन्तु सा कारणता धादात्मसम्बन्धावच्छिन्नकारणता अस्ति. अतः कन्दुके आद्यपतनत्वावच्छिन्नकार्यता निरूपित धादात्म्यसम्बन्धावच्छिन्नकारणता इति वर्तते. अतः तत्र वयं तत्र केवलं तत्र पतनस्य एकमेव कारणं तत्र एतेन वयं प्राप्तवन्तः, केवलं एषा कारणता गुरुत्वे वर्तते, कन्दुके अपि एषा कारणता न वर्तते. अतः एव तत्र अन्यत्र नाम कपालसंयोगे अन्यत्र सर्व कुत्रापि न वर्तते इति एव तत्र वयं वारितः इति उक्तवन्तः. नाम अतिदोषव्याप्तिः अतिव्याप्तिदोषः वारितः इति उक्तवन्तः. अस्तु, इदानीम् अग्रे अग्रे एवं सति. अस्तु महोदय, इदानीं मम एवं करपत्रेण पठामि. अस्तु, एवं चेत् प्रथमतया किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं दत्तम्? आवश्यकता नास्ति चेत् किमर्थं स्थापितं समवायसम्बन्ध अवच्छिन्न इति दत्तम्? अस्तु, आरम्भे आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपिता समवायसम्बन्ध अवच्छिन्नकारणता इति उक्तम्. तत् पूर्वं दृष्टवन्तः एतादृशं वाक्यम्. इत्युक्ते आद्यपतनत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति उक्तं. तत्र न आवश्यकं चेत् किमर्थं कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं योजितम्? कार्यतायां किमर्थं समवायसम्बन्ध अवच्छिन्नत्वं योजितम्? नाम एषः भागः तस्य आवश्यकता नास्ति चेत् किमर्थं तत्र स्थापितम् अस्ति? तत्तु आपततः आगतम्. तत्तु अस्तु, आपततः इत्युक्ते तत्र स्वयं किम् आपततः करणीयम् एव इति अर्थे भवति वा तत्र? भवति एव, तत्तु आपततः आगतं कुतः इत्युक्ते मूले तर्कसङ्ग्रहे गुरुत्वलक्षणं किम् आद्यपतन असमवायिकारणं गुरुत्वम् इति असमवायिकारणम् इति पदम् अस्ति इति अस्तु तर्हि अस्ति तत्र तादात्म्यसम्बन्धः न भवति किन्तु तादात्म्यसम्बन्धः न किन्तु तत्र कार्यता समवायसम्बन्धावच्छिन्न कार्यता इति एव वदामः खलु वदामः अतः असमवायिकारणम् इति अस्ति अतः समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न तत्र द्वितीय अतः एव अत्र स्थापितम् नाम तत्र इत्युक्ते महोदय तत्र तर्कसङ्ग्रहे गुरुत्वलक्षणम् एतादृशम् अस्ति आद्यपतन असमवायिकारणं गुरुत्वं तावदेव अस्ति इति समीचीनम् अतः असमवायिकारणम् इति अत्र पदम् अस्ति खलु अतः असमवायिकारणम् इति उक्तत्वात् तत्र लक्षणं भवति समवायसम्बन्धावच्छिन्न कार्यता निरूपित समवायसम्बन्धावच्छिन्न कारणता इति केवलं तद् वदामश्चेत् समीचीनं न भवति इति कृत्वा आद्यपतनत्वम् इति योजितं तत्र योजितम् अस्ति अतः अस्तु समीचीनम् अवगतं खलु भगिनि अवगतं महोदय इत्युक्ते तत्र आद्यपतन इति अन्यत्र कुत्रापि न भवति खलु असम्भवदोषः इति अस्ति अतिव्याप्तिदोषः भवति तेन अपि च अन्यत्र असम्भवदोषः इति अपि अन्यत्र समीचीनं तर्हि अत्र एव आद्यपतन इति पश्यामः चेत् तत्र गुरुत्वम् इति एव स्मर्तुं शक्नुमः तत्र आद्यपतन गुरुत्वस्य विषये इति समीचीनं तत्र घटः कपालः अन्य कोऽपि तत्र अन्यत् किमपि न भवितुम् अर्हति न भवितुमर्हति समीचीनम् अस्तु महोदय धन्यवादः समीचीनं धन्यवादः भगिनि अस्तु अग्रे तर्हि तत्र नीता भगिनी अग्रे पठति वा तत्र कोऽपि पृच्छति तर्हि तत्र असमवायि इति मास्तु केवलम् आद्यपतनकारणं गुरुत्वम् इति भवतु तदानीं समवायिकारणम् अपि आगच्छति असमवायिकारणम् अपि आगच्छति निमित्तकारणम् अपि आगच्छति आद्यपतनकारणं तु स्वयं कन्दुकं तस्य समवायिकारणत्वात् निमित्तकारणं दण्डादिकम् अतः कारणविशेषस्य प्रवेशः नास्ति चेत् त्रिविधकारणानि इति कृत्वा अतिव्याप्तिः तस्य वारणार्थम् असमवायिकारणं वक्तव्यम् अधुना पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः तत् असमवायिकारणमिति पदं कथम् आगच्छति इति कथम् आगतम् इति अधुना तत्र प्रश्नः अस्ति यदा असमवायि इति न भवेत् तर्हि तत्र असमवायि इति मास्तु केवलं तत्र असमवायि न भवेत् केवलम् आद्यपतनकारणं गुरुत्वम् इति भवतु अधुना आद्यपतनकारणं गुरुत्वं तावदेव यदा अस्ति चेत् नाम आद्यपतनस्य कारणं गुरुत्वम् इति केवलं तद् वदामः आम् आद्यपतनस्य कारणं गुरुत्वम् इति केवलं वदामः चेत् तदानीं समवायिकारणम् अपि आगच्छति असमवायिकारणम् अपि आगच्छति इत्युक्ते इति नाम आद्यपतनस्य कारणम् इति केवलं तद् वदामः तर्हि तत्र आद्यपतनस्य एकमेव कारणमस्ति वा हा आम् आम् तदा आद्यपतनस्य एकमेव कारणं गुरुत्वम् इति तु नास्ति न भवेत् न तत् नास्ति न भवेत् इति कारणं केवलम् आद्यपतनस्य कारणम् इति वदामः तर्हि कारणस्य तत्र त्रैविध्यं वर्तते खलु कारणं तत्र समवायिकारणं भवेत् केवलं आद्यपतनकारणम् आद्यपतनस्य कारणमिति वदामः चेत् तत् आद्यपतनस्य कारणं समवायिकारणमपि असमवायिकारणमपि निमित्तकारणमपि तत् भवितुं त्रयाणां तत्र त्रयाणां तत्र समावेशः भवति तत् समवायिकारणम् आद्यपतनस्य कारणं आद्यपतनस्य कारणं कन्दुकं तु अस्ति एव कन्दुकः इति आद्यपदनस्य समवायिकारणम् अस्ति, तत् वयं जानीमः, तत् समवायिकारणत्वात् आद्यपतनस्य कारणं स्वयं कन्दुकम्. निमित्तकारणं दण्डादिकम् इत्युक्ते तत्र अधुना तत्र नाम दण्डेन तत्र आद्यपतनं, तत्र आद्यपतनं तत्र उपरि गमनार्थम् इति तत्र कन्दुकस्य प्रेरणार्थं तत्र दण्डस्य प्रयोगः भवेत् एतादृशं भवति खलु. अतः तत्र निमित्तकारणं दण्डादिकम् अथवा अन्यत् किमपि नाम अनेकानि कारणानि सन्ति. समवायकारणम् असमवायकारणम् इति केवलं तत्र प्रधानकारणं, तदनन्तरम् अन्यानि कारणानि सर्वाणि निमित्तकारणानि इति वदामः. निमित्तकारणानि आचार्य तत्र दण्डस्य उदाहरणं तत् एतस्मिन् एव उदाहरणं दण्डस्य निमित्तम् इति अस्ति वा इति प्रायश नास्ति केवलं तत्र घटादि तत्र दण्डादिकं समीचीनं भगिनि घटनिर्माण दण्डाधिकं दण्डः चक्रं चक्रः तत्र कुलालः तादृश तत्र निमित्तकारणमपि भवितं भवति. अस्तु समीचीनम्. अतः कारणविशेषस्य प्रवेशः नास्ति चेत् त्रिविधकारणानि इति कृत्वा अतिव्याप्ति इत्युक्ते केवलम् आद्यपतनस्य कारणं गुरुत्वम् इति वदामः चेत् त्रिविधकारणानि तत्र अन्तर्भूतानि अतिव्याप्तिः सम्भवति इति. तस्य वारणार्थं तत् न भवेत् अतः असमवायिकारणम् इति आवश्यकं. तत् असमवायिकारणम् इति पदम् आवश्यकं तस्य वारणार्थम् इति अतिव्याप्तेः वारणार्थम् इति. अतः एतावत् वयं किम् अवगतवन्तः तत्र मूलग्रन्थे एव तत्र गुरुत्वलक्षणम् असमवायिकारणम् इति उक्तमस्ति. आद्यपतनस्य असमवायिकारणं गुरुत्वम् इति उक्तमस्ति. अतः एव तत्र एतादृशं दीर्घं वाक्यम् अस्माभिः रचितं. किन्तु इदानीम् अग्रे गत्वा तत्र किमर्थं तत्र निष्कासयितुं शक्नुमः, अपि किमर्थम् एतादृशं पूर्वम् आदौ एव न कृतम् इति तस्य विषये अपि तत्र समाधानम् अग्रे भवति. अस्तु समीचीनम्. अतः एतावत् वयं पठितवन्तः. अग्रिमे वर्गे अग्रे पठामः तत्र अपि च यदा इति तत्र आरभ्य. अस्तु तर्हि समीचीनमस्ति. धन्यवादः. नमस्कारः. अग्रिमवर्गे मिलामः. धन्यवादः महोदय. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.